नमस्कारः। तर्हि गते सप्ताहे वयं क्त्वा इति प्रत्ययस्य अभ्यासं वयं कृतवन्तः। तर्हि शीघ्रमेव किञ्चित् पुनस्मरणम् अस्मिन् विषये कुर्मः। यथा गच्छति, नमस्कारः, गच्छति, गच्छति, तत्र गत्वा अहं पाठशालां गत्वा पुस्तकं पठामि। तर्हि रूपाणि कानि? यथा पठति किं भवति? पठित्वा। वयं पश्यामः यत् गच्छति इत्यस्य गत्वा, पठति इत्यस्य पठित्वा, कुत्रचित् इकारः मध्ये आगच्छति। गत्वा गतित्वा इति नास्ति, गत्वा पठ्वा इति नास्ति, पठित्वा। तर्हि गत्वा पठित्वा अस्माकम् अवधेयं भवेत् यत् कुत्र कुत्र इकारः भवति। गत्वा पठित्वा, पतति पठित्वा, अनन्तरं क्रीडति क्रीडित्वा, वदति उक्त्वा, पिबति पीत्वा, लिखति लिखित्वा, लिखित्वा, नयति पश्यति, पृच्छति पृष्ट्वा, समीचीनं, भवति भूत्वा, मिलति मिलित्वा, त्यजति त्यक्त्वा, खादति खादित्वा, जानाति ज्ञात्वा, ज्ञात्वा, करोति कृत्वा, शृणोति श्रुत्वा, वदति ददाति दत्त्वा, दत्त्वा, प्रेषयति प्रेषयित्वा, तत्र इकारः अस्ति, प्रेषयित्वा। अस्य इकारस्य नाम ईडागमः, इडागमः, यत्र इकारः मध्ये आगच्छति तस्य नाम इडागमः। कुत्रचित् कुत्रचित् भवति, कुत्रचित् न भवति। लट् लकारे नाम वर्तमानकाले न भवति, किन्तु लृट् लकारः नाम भविष्यत्काले भवति। गच्छति भविष्यत्काले, गमिष्यति, गमिष्यति। सामान्यतया एकस्य धातोः इडागमः भवति चेत् सर्वत्र यत्र सम्भवति भवति। उदाहरणार्थं प्रेषयति, भविष्यत्कालः, प्रेषयिष्यति, प्रेषयिष्यति, प्रेषयित्वा, उभयत्र इडागमः अस्ति। गम धातुः अपवादः, यतोहि गत्वा अस्ति किन्तु गमिष्यति, गमिष्यति तत्र इडागमः अस्ति, गत्वा तत्र नास्ति। सामान्यतया भवति चेत् सर्वत्र भवति। प्रक्षालयति प्रक्षालयित्वा, उपविशति उपविश्य, किमर्थम् उप नाम किम्? उपविशति, उप विसर्गः न, उपसर्गः, उपसर्गः अस्ति। यत्र उपसर्गः अस्ति तत्र क्त्वा प्रत्ययः न भवति, तस्य स्थाने ल्यप् प्रत्ययः भवति, ल्यप्। तर्हि उत्तिष्ठति, तत्र ल्यप् अस्ति। स्थापयित्वा स्थापयति, स्मरति स्मृत्वा, आगच्छति आगत्य, सूचयति सूचित्वा, इच्छति इष्ट्वा स्वीकरोति स्वीकृत्य अत्र स्वी इति उपसर्गः नास्ति किन्तु उपसर्गस्य उपसर्गतुल्यः उपसर्गतुल्यं रूपम् उपसर्गः इव इव इव वयं ज्ञातवन्तः वा इव गृह्णाति गृहीत्वा रोदिति रुदित्वा शक्नोति शक्त्वा आनयति आनीय नयति आनयति आनीय नीत्वा आनीय क्रीणाति निन्दति आहूयति आहूय अस्तु समीचीनम् इदानीं वाक्यं रचयतु सर्वे अस्तु अत्र वदामि क्रीडति वदति पिबति लिखति अनन्तरं खादति त्वा त्वा इति रूपम् अस्तु वाक्यमुच्यता ह्यः सायङ्काले अहं क्रीडाङ्गणे क्रीडित्वा गृहं गतवती हा समीचीनम् अहं श्वः उद्योगार्थं वाक्यमस्ति वा क्रीडाकारः मधुरपानकं पीत्वा क्रीडयति अस्तु समीचीनम् अनन्तरं किं वाक्यं पत्रं लिखित्वा रामः विद्यालयम् आगच्छत् कश्चन नियमः अस्ति नियमः अयं नियमः अयं यत् यथा भूतकालः तथा क्त्वा यथा भविष्यत्कालः तथा तुमुन् तुमुन् तर्हि लेखिष्यति लेखितुं लिखितवान् लिखित्वा एवम् अस्माकं भ्रमः न भवति तर्हि पुनः वदतु पत्रं लिखित्वा किं लिखित्वा पत्रं लिखित्वा रामः विद्यालयम् आगच्छत् हा समीचीनम् आगच्छत् तत् कुत्र आगच्छत् आगतवान् इति वद आगच्छत् इति जानाति वा कुत्र आगच्छत् कुत्र सूत्रितवान् भवान् गतवान् हा आगतवान् गतवान् आगच्छत् इति अपि भवति वयं न जानीमः आगच्छत् खादति खादति नरः खादित्वा पुनः वदतु नरः खादित्वा नरः खादित्वा नगरं गच्छति हा हा हा समीचीनम् अस्ति यत्र वयं गच्छामः तस्य द्वितीया विभक्तिः सत्वेन अस्तु वाक्यमस्ति वा महोदय अहं गायनं श्रुत्वा पाठं पठामि गानं श्रुत्वा पाठं पठामि गानं गीतं सङ्गीतं गायनम् इति न गानम् अस्तु तर्हि तस्मिन् दिने अहम् उक्तवान् यत् वच् धातुः अस्ति वच् तस्य उक्त्वा अस्ति वद् धातोः उदित्वा अस्ति किन्तु उक्त्वा इति सामान्यं नाम सर्वत्र श्रूयते उदित्वा अपि साधु समीचीनमेव न्यूनं श्रूयते अत्र यत्र वाक्यद्वयम् अस्ति, यत्र कार्यं कार्यद्वयम् अस्ति, तत्र प्रथमकार्यस्य क्त्वा इति कुर्मः. अहं वाक्यम् उक्त्वा यत्किमपि वाक्यम् उक्त्वा गच्छामि, अथवा भाषणम् उक्त्वा शृणोमि, यत्किमपि भवेत्. आह्वयति आह्वयति, अनन्तरं आनयति, अनन्तरं पृच्छति, अनन्तरं प्रक्षालयति, अनन्तरं प्रेषयति, अनन्तरं उपविशति. अहम् आपणतः फलम् आनयित्वा फलम् आनयित्वा नीत्वा, किन्तु आ आनीय. पुनः अहम् आपणतः फलम् आनीय पूजां करोमि. अस्तु, अग्रे. भक्ताः पादद्वयं प्रक्षालयित्वा मन्दिरं गच्छन्ति. पत्रं प्रेषयित्वा सः गृहम् आगतवान्. अनन्तरं शिष्यः उपविश्य मन्दिरं गच्छति. भवितुमर्हति. अस्तु, अभ्यासार्थं समीचीनमस्ति. क्त्वा इत्यस्य अभ्यासः, तर्हि भवती ददाति दत्त्वा इत्यस्य एकं वाक्यं रचयतु. दत्त्वा चिन्तयतु. श्रुणोति. मम पदः आह्वयति. आह्वयति आह्वयति किं भवति रूपम् आह्वयति? आहूय. हा अस्तु, तर्हि रोदिति इति करोतु. रोदति. इदानीं त्यजति. अनन्तरं पतति. गृह्णाति. भवतः तु किं वदामि, वदतु वाक्यम्. अहं प्रश्नं पृष्ट्वा उत्तरं लिखामि. समीचीनमस्ति, अति उत्तमम्. अस्तु, अनन्तरं कस्य अस्ति? राज्यं त्यक्त्वा महाराजः सन्यासम् आनीतवान्. समीचीनमस्ति. सन्यासीं स्वीकृतवान् अथवा गृहीतवान्. अनन्तरं रामः मित्रम् आहूय मित्रेण सह क्रीडति, अथवा तेन सह क्रीडति. समीचीनम्. अनन्तरं सन्ध्याभगिनी वाक्यमस्ति वा? नास्ति. ओके, यदा सिद्धा भवति तदा वदतु. अनन्तरं बालकः रुदित्वा भोजनं त्यजति. अस्तु, अग्रे. अस्तु, अनन्तरं भगिनि विजया. अहं पतित्वा लिखामि. अस्तु, लिखामि. अस्तु, स्वीकरोति. करोति इत्यस्य कृतान्तरूपं कृत्वा, करोति कृत्वा, स्वीकरोति स्वीकृत्वा, स्वीकृत्य ल्याप् यत्र उपसर्गः अस्ति अथवा उपसर्गतुल्यरूपम् अस्ति स्वि उपविशति उपवेश्य गच्छति गत्वा किन्तु स्वीकरोति स्वीकृत्य तो वाक्यं रचयतु स्वीकृत्य वाक्यं चमसं गृहीत्वा ओदनं खादामि अस्तु समीचीनमस्ति संध्या भगिनी वदतु कक्षम् आगत्य अहं कक्षम् आगत्य संस्कृतं श्रुतवती हा हा कक्ष्यां समीचीनं कक्ष्या कक्ष्यां कक्ष्याम् आगत्य कक्ष्याम् आगत्य अहं संस्कृतं श्रुतवती हा श्रुतवती सभी उत अहं दानं स्वीकृत्य एकस्य गृहम् आगच्छामि अस्तु समीचीनं तदेव अस्ति अस्तु अग्रे गच्छेम पुस्तके अग्रिमभागः अस्ति तत्र अग्रिमभागः कः इति चेत् अत्र कुटुम्बे सम्बन्धाः कीदृशाः सम्बन्धाः भवति कुटुम्बे अत्र चित्रमस्ति 26.1 इति 26.1 अत्र चित्रमस्ति अस्तु तर्हि अत्र किं भवति नारायणः पिता अस्ति नारायणः पिता अस्ति गोविन्दः नारायणस्य पिता गौतमी नारायणस्य किं माता नारायणस्य पत्नी का लतायाः पिता कः लतायाः माता नारायणस्य पुत्रः नारायणस्य पुत्री अस्तु इदानीम् इतोपि सम्बन्धवाचकशब्दाः सन्ति तान् शब्दान् इदानीं पश्यामः तर्हि प्रथमवाक्यं पठतु कृपया नारायणः गोविन्दस्य गौतम्याः च पुत्रः नारायणः गोविन्दस्य गौतम्याः च पुत्रः अग्रिमवाक्यम् लता नरसिंहस्य गिरिजाम्बायाः च पुत्री अग्रे नारायणः केशवस्य सुमयाः च पिता सुमायाः च पिता समीचीनमेव अग्रे लता केशवस्य सुमायाः च माता अग्रे केशव गोविन्दस्य गौतम्याः च पौत्रः तर्हि पौत्रः अवगम्यते खलु कः कस्य पौत्रः केशवः गोविन्दस्य पौत्रः अस्तु अग्रिमवाक्यं सुमा गोविन्दस्य गौतम्याः च पौत्री पौत्री अस्तु अग्रे अग्रिमवाक्यं केशवः नरसिंहस्य गिरिजाम्बायाः च दौहित्रः समीचीनमस्ति सन्ध्या भगिनी अग्रे नारायणः नरसिंहस्य पुत्रः नास्ति किं न न वाक्यं यत् लिखितमस्ति तदेव पठतु अत्र गोविन्दः केशवस्य गोविन्दः केशवस्य सुमायाः च पितामहः हा पितामहः पितामहः गोविन्दः केशवस्य सुमायाः च पितामहः अवगतं वा अस्तु अग्रिमम् गौतमी केशवस्य सुमायाः च पितामही अग्रे नरसिंहः केशवस्य सुमायाः च मातामहः मातामहः स्पष्टमस्ति वा पितामह पितामहः पितामही मातामहः मातामही अग्रे गिरिजाम्बा केशवस्य सुमायाः च मातामही अस्तु अग्रे नारायणः नरसिंहस्य गिरिजाम्बायाः च जामाता जामाता अवगतं वा नारायणः नरसिंहस्य गिरिजाम्बायाः च जामाता जामाता अवगतं खलु अग्रिम लता गोविन्दस्य गौतमस्य च गौतम्याः च स्नुषा अस्तु अग्रे गोविन्दः लतायाः श्वशुरः गौतमी लतायाः श्वश्रूः तर्हि जामाता स्नुषा श्वशुरः श्वश्रूः अग्रे नरसिंहः नारायणस्य श्वशुरः गिरिजाम्बा नारायणस्य श्वश्रूः अस्तु तर्हि पश्यामः अत्र पितामहः पितामही इति स्पष्टं स्यात् मातामहः मातामही इदानीं श्वशुरः तत्र उभयत्र समानम् नाम गोविन्दः लतायाः श्वशुरः अपि च नरसिंहः श्वशुरः उभयत्र समानमस्ति सन्ध्या भगिनी अवगच्छति वा अस्तु अस्तु समीचीनं हा तर्हि अत्र इदानीं दौहित्रः कः कस्य दौहित्रः वाक्यं रचयतु अत्र कः कस्य दौहित्रः केशवस्य केशवः नरसिंहस्य दौहित्रः दौहित्री कः कस्य सुमा का सुमा नरसिंह नरसिंहस्य गिरिजाम्बायाः च दौहित्री दौहित्री तर्हि शब्दाः अवगताः इदानीं कश्चन अभ्यासः अस्ति अत्र द्विमहोदय कृपया पठतु अत्र एतानि वाक्यानि पठतु उमानाथः वित्तकोषे अधिकारी तस्य पिता वीरभद्रः माता इन्दिरा उमानाथः शालिनीं परिणीतवान् शालिन्याः पिता जगदीशः माता पुष्पा उमानाथस्य पुत्री सुधा पुत्रः प्रभाकरः अस्तु प्रथमप्रश्नः कः रिक्तस्थालानि उचितैः शब्दैः पूरयतु उमानाथः वीरभद्रस्य अस्तु कः सम्बन्धः अस्ति वीरभद्रस्य पुत्रः उमानाथः वीरभद्रस्य पुत्रः पुत्रः अस्तु पुनः पठामः एकवारं शृण्वन्तु उमानाथः वित्तकोशे अधिकारी तस्य पिता वीरभद्रः माता इन्दिरा उमानाथः शालिनीं परिणीतवान् तर्हि शालिनी कः सम्बन्धः तत्र कस्य अपि च उमानाथः वित्तकोशाधिकारी हा किन्तु किन्तु शालिनी शालिन्याः पतिः शालिन्याः पतिः अनन्तरं शालिन्याः पिता जगदीशः माता पुष्पा हा तर्हि उमानाथस्य पुत्री सुधा पुत्रः प्रभाकरः अस्तु द्वितीयं करोति उमानाथः प्रभाकरस्य पितामहः न उमानाथः पिता अस्तु महोदय तृतीयं करोतु प्रभाकर वीरभद्रस्य पौत्रः प्रभाकरः वीरभद्रस्य पौत्रः अस्तु महोदय कस्य पितामहः प्रभाकरस्य पितामहः वीरभद्रः किन्तु सत्यमेव किन्तु वाक्यं कथमस्ति तदेव अस्ति शब्दक्रमः वीरभद्रः प्रभाकरस्य पितामहः समीचीनमस्ति अस्तु अग्रे दौहित्रः कः कस्य दौहित्रः जगदीशस्य पुष्पायाः च दौहित्रः अस्तु अग्रे जगदीशः प्रभाकरस्य मातामहः सुधायाः च अस्तु एतत् सर्वं स्पष्टमस्ति वा स्पष्टं स्यात् अस्तु सम्बन्धाः सन्ति मातुलः इत्युक्ते किं मातुः भ्राता इति मातुलः मातुलस्य पत्नी अस्तु अनन्तरं भगिनेयः भगिन्याः पुत्रः भगिन्याः पुत्रः भागिन्येयः भागिन्येयः भगिन्याः पुत्रः अस्तु अनन्तरं महोदय वदतु भागिनेयी भागिनेयी भगिन्याः पुत्री अस्तु सन्ध्या भगिनी भ्राता इत्युक्ते सहोदरः सहोदरः इत्युक्ते ब्रदर् भ्राता पुनः वदतु मातुलः नाम मातुः भ्राता मातुः भ्राता अस्तु अहं वदामि माता तत्र षष्ठी विभक्ति इति मातुः, पिता षष्ठी विभक्ति इति पितुः, यथा देवस्य तत्र पितुः, पितस्य इति न वदामः पितुः। तत्र भिन्न प्रकाराः शब्दाः भवन्ति। देवः इति प्रत्येकं शब्दस्य मूलरूपं भवति, देवः इत्यस्य मूलरूपं देव, देव इति मूलरूपम् अस्ति। तत्र अकारान्तपदम् इति वदामः, अकारः यस्य अन्ते सः, अकारान्तपदं देव, अकारान्तशब्दः देवशब्दः। अनन्तरं नदी ईकारान्तशब्दः, लता आकारान्तशब्दः। तर्हि अग्रे वयं करिष्यामः पिता, तत्र मूलरूपमस्ति पितृ, पितृ ऋकारान्तशब्दः पितृ, तस्य षष्ठीविभक्ति भवति पितुः। माता इत्यस्य मूलरूपं मातृ, भ्राता अपि तथा, भ्रातृ। अग्रे वयं करिष्यामः। तर्हि ननान्दा भगिनी, सन्ध्या भगिनी वदतु ननान्दा। पत्युः भगिनी, समीचीनम्। अनन्तरम् अग्रे वदतु पितृव्यः। पितुः भ्राता। अग्रे पितृभगिनी, पितुः भगिनी। अनन्तरं महोदय शाला पत्न्या भ्राता, पत्न्याः भ्राता। लिखतु महोदय देवरः पत्युः भ्राता। भगिनी अग्रे आवृत्तः भगिन्याः पति, पतिः भगिन्याः पतिः। मम एतत् सर्वं मम किमपि कार्यं नास्ति अस्मिन्, भवतां कार्यमस्ति चेत् समीचीनमस्ति, समीचीनमस्ति। न एकवारं श्रोतव्यमस्ति, ज्ञातव्यमस्ति एकवारम्। अस्तु, इदानीं कथां पश्यामः, अनन्तरं समयः अस्ति चेत् तत्र ततः अग्रे गच्छामः। कथां तृतीयं तृतीयकथामस्ति, नष्टः पिष्टघटः। कस्मिंश्चित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म। सः भिक्षाटनेन जीवनं करोति स्म। कदाचित् सः पिष्टेन पूर्णम् एकं घटं प्राप्तवान्। तं घटं नागदन्ते अवलम्ब्य तस्य अधः उपविश्य सः एक दृष्ट्वा घटमेव पश्यति स्म। एकदृष्ट्या घटमेव पश्यति स्म। समीचीनम्। तर्हि कस्मिंश्चित् नगरे, कस्मिन् नगरे? एकत्र नगरे, एकस्मिन् नगरे, वयं न जानीमः कस्मिंश्चित्। कस्मिंश्चित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म। कः ब्राह्मणः? कश्चन दरिद्रः। प्रश्नः अस्ति, कस्मिंश्चित् कश्चित् भेदः कः? भेदः पुल्लिङ्गशब्दः, भेदः कः? तत्र विभक्तिभेदः अस्ति, विभक्तिभेदः। तर्हि प्रथमा विभक्तिः अस्ति पुल्लिङ्गे कश्चित्, स्त्रीलिङ्गे काचित्, नपुंसकलिङ्गे किञ्चित्, किञ्चित्। अनन्तरं द्वितीया विभक्तिः कंचित्, कांचित्, किञ्चित्। तृतीया विभक्तिः केनचित्, कयाचित्, तेन तेन सह गच्छामि केनचित् सह अहं गतवान् अहं केनचित् सह कः अपि न जानीमः केनचित् सह अहं गतवान् अनन्तरं चतुर्थी विभक्ति वयं न जानीमः इदानीं चतुर्थी चतुर्थी नाम अहं भवतः कृते पुस्तकं ददामि तर्हि दिलीपाय इति चतुर्थी दिलीपाय अहं पुस्तकं ददामि किन्तु तत्र चतुर्थी प्रश्नवाचकशब्दः अस्ति कस्मै कस्मै तर्हि कस्मैचित् ददामि कस्माच्चित् कस्यचित् कस्मिंश्चित् सप्तमीवाक्यः अस्ति कः कश्चित् कंचित् केनचित् कस्मैचित् कस्माच्चित् कस्यचित् कस्मिंश्चित् सप्तमीविभक्तिः अस्ति नाम नगरे इत्यस्य का विभक्तिः नगरे सप्तमी तर्हि नगरे सप्तमी अस्ति अतः तत्र अग्रीमेण्ट् आवश्यकता अस्ति तत्र विशेषणविशेषभावः इति वदामः विशेषणमस्ति कस्मिन् विशेष्यं यस्य वर्णनम् अस्ति तत् नगरमस्ति उदाहरणार्थं बालकः उन्नतः तत्र बालकः एकवचने पुल्लिङ्गे प्रथमाविभक्तौ अतः उन्नतः अपि पुल्लिङ्गे एकवचने प्रथमाविभक्तौ उन्नतः बालकः बहुवचने उन्नताः बालकाः अहं बालकं पश्यामि बालकं बालकः अस्ति किन्तु अहं बालकं पश्यामि अहम् उन्नतं बालकं पश्यामि अहम् उन्नतेन बालकेन सह गच्छामि अहम् उन्नताय बालकाय पुस्तकं ददामि अहम् उन्नतात् बालकात् पुस्तकं स्वीकरोमि इत्यादिकं तत्र विशेषणविशेष्यभावः इति वदामः विशेषणविशेष्यभावः अत्रापि कस्मिंश्चित् नगरे तथा अस्ति अवगतं वा किञ्चित् समीचीनं सन्ध्या भगिनी समीचीनं वा अस्तु समीचीनं तर्हि अत्र कस्मिंश्चित् नगरे कश्चन दरिद्रः दरिद्रः प्रथमाभक्तौ एकवचने पुल्लिङ्गे अतः कश्चन अपि तथा कश्चन दरिद्रः ब्राह्मणः वसति स्म सः भिक्षाटनेन यस्य जीविका अस्ति भिक्षाटनेन जीवनं करोति स्म कदाचित् कदा वयं न जानीमः कस्मिंश्चित् समये कदाचित् सः पिष्टेन पूर्णम् एकं घटं प्राप्तवान् स्पष्टमस्ति वा प्रश्नः अस्ति वा पिष्टेन यत् यत्र उदाहरणार्थं लवणमस्ति तत्र मूलरूपम् अस्ति शिलाखण्डः लवणं खलु एवं कृत्वा चूर्णं भवति चूर्णं तत्र पिष्टं पेषणं कुर्मः तत्र पिष्टमस्ति यत्किमपि एवं कुर्मः तत् पिष्टमिति वदामः तर्हि पिष्टेन पूर्णं केन पूर्णमिति न जानीमः लवणं भवितुमर्हति स्म अथवा किमपि भवितुमर्हति स्म खाद्यं किमपि खाद्यं स्यात् यत् मसाला किमपि स्यात् पिष्टेन पूर्णम् एकं घटं प्राप्तवान् तं घटं नागदन्ते नागदन्ते अवलम्ब्य अत्र नागदन्ते अत्र अस्ति अवलम्ब्य ततः अवलम्ब्य अत्र घटः अस्ति अत्र नागदन्तः अस्ति नागदन्ते अवलम्ब्य तस्य अधः उपविश्य. तर्हि नागदन्तः अस्ति, तस्य अधः गदा अस्ति, तस्य अधः उपविश्य सः एकदृष्ट्या सर्वदा तत्रैव पश्यति स्म. सर्वदा तत्रैव पश्यति स्म एकदृष्ट्या, घटमेव पश्यति स्म. इतस्ततः पश्यति स्म इति न, सर्वदा तत्रैव पश्यति स्म एकदृष्ट्या. अवगतं वा? घटेन अस्तु भगिनि अग्रे. एकदा रात्रौ सः चिन्तितवान् यदि देशे दुर्भिक्षः भवेत् तर्हि एतस्य शतरूप्यकाणां मूल्यं भवेत्. तदा अहम् एतत् विक्रीय तेन धनेन अजद्वयं क्रेष्यामि. कालान्तरे क्रेष्यामि इत्युक्ते क्रीणामि इत्यस्य भविष्यत्कालः. क्रेष्यामि, अस्तु अग्रे. कालान्तरे तेन अजः समूहः एव भविष्यति. अनन्तरम् अजसमूहं विक्रीय धेनुः क्रेष्यामि. अनन्तरं ताः विक्रीय महिषीः अश्वान् च क्रेष्यामि. तान् अपि विक्रीय यथेष्टं धनं सम्पादयिष्यामि. बृहत् गृहं निर्मापयिष्यामि. अस्तु अस्तु, अवगतं वा एतावता? एकदा रात्रौ, रात्रौ इत्यस्य का विभक्तिः? वयं न जानीमः, किन्तु वयं चिन्तयितुं शक्नुमः किं किं स्यात्. एकदा रात्रौ सः चिन्तितवान् यदि देशे दुर्भिक्षः भवेत्. दुर्भिक्षः नाम आहारः नास्ति, दुर्भिक्षः भवेत्. तर्हि एतस्य शतरूप्यकाणां मूल्यं भवेत्. कस्य? घटस्य, पिष्टघटस्य, पिष्टेन पूर्णं घटं तस्य. तदा अहम् एतत् विक्रीय इदानीं क्रीणाति इत्यस्य क्त्वारूपं किम्? क्रीणाति अस्य क्रीत्वा, किन्तु अत्र किमर्थम् उपसर्गः अस्ति? विक्रीय तेन धनेन अजद्वयं क्रेष्यामि. कालान्तरे तेन अज समूहः एव भविष्यति. केन? तेन धनेन अजद्वयं क्रेष्यामि. कालान्तरे तेन अज समूहः अजद्वयतः, तः इति वयं जानीमः अजद्वयतः अजसमूहः भविष्यति. अनन्तरम् अजसमूहं विक्रीय धेनुः क्रेष्यामि. अत्र धेनुः इत्यस्य द्वितीया विभक्तिः बहुवचनं, धनुः धनुः धनवः, धनुं धनु धनुः. एकवचनं, द्विवचनं, बहुवचनं. धनुः धनु धनवः, धनुं धनु धनु धनु धनुः. द्वितीयविभक्ति यत् कर्मफलमस्ति विक्रीय धेनुः क्रेष्यामि. सन्ध्या भगिनी, अवगच्छति वा? अस्तु समीचीनं. धेनुः क्रेष्यामि. अनन्तरं ताः काः? धेनुः. ताः विक्रीय महिषीः महिषीः इति महिषीः नाम महिषीः अत्र द्वितीयविभक्ति विक्रिय महिषीः अनन्तरं ताः विक्रिय महिषीः अत्र द्वितीयविभक्तिः बहुवचनं ताः विक्रिय अश्वान् अपि द्वितीयविभक्तिः बहुवचनमस्ति अश्वः द्वितीयविभक्तिः बहुवचनम् अश्वान् महिषी इत्युक्ते बफलो अश्वान् च क्रयिष्यामि तानपि विक्रीय यथेष्टं यावत् इच्छा यथेष्टं यथा इष्टं यथेष्टं धनं सम्पादयिष्यामि बृहत् गृहं निर्मापयिष्यामि अस्तु अग्रे पठतु महोदय तदा कश्चित् ब्राह्मणः आगत्य रूपवतीं स्वकन्यां मह्यं दास्यति अनन्तरं मम पुत्रः जनिष्यति देवशर्मा इति तस्य नामकरणं करिष्यामि यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति तर्हि तदा कश्चित् ब्राह्मणः आगत्य रूपवतीं स्वकन्यां मह्यं दास्यति अत्र विशेषणविशेष्य भावः अस्ति स्वकन्यां कन्या इति प्रथमाविभक्तिः एकवचने अस्ति कन्याम् इति द्वितीयविभक्तिः रूपवतीम् अपि तथा स्त्रीलिङ्गे एकवचने द्वितीयविभक्ति रूपवतीं स्वकन्यां मह्यं दास्यति मह्यं नाम अहम् इत्यस्य चतुर्थी यत्र वयं दद्मः तत्र चतुर्थी विभक्तिः यत्र वयं दद्मः अहं भवते पुस्तकं ददामि भवते इति चतुर्थी अथवा भवतः कृते मम कृते तस्य कृते तत्र चतुर्थी अर्थे अस्ति किन्तु अत्र मह्यं मम इति षष्ठी विभक्तिः हा चतुर्थी विभक्तिः अस्ति मह्यं दास्यति अनन्तरं मम पुत्रः जनिष्यति नाम तस्य जन्म भविष्यति जनिष्यति देवशर्मा इति तस्य नामकरणं करिष्यामि यदा सः जानुभ्याम् इति तृतीया विभक्तिः द्विवचनं यतोहि जानुद्वयमस्ति तृतीया विभक्तिः बहुवचनं चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि अवगतम् तदा देवशर्मा जानुभ्यां चलन् चलन इति अहम् उक्तवान् गते सप्ताहे, चलन् गच्छन् लिखन् एकस्मिन् समये कार्यद्वयं यदा भवति तदा तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुं, तर्हि चलन् आगन्तुम् इति, चलन् मम समीपम् आगन्तुम् उद्युक्तः, उद्युक्तः इत्युक्ते सिद्धः, सज्जः, सज्जः, सिद्धः, उद्युक्तः, सर्वं समानम्, अवगतं वा? रेडि, रेडि इति अर्थः, रेडि, न न न, उद्युक्तः, उद्युक्तः इत्युक्ते रेडि, रेडि, सिद्धः अपि तथा रेडि. बहवः अर्थाः सन्ति, बहवः अर्थाः सन्ति, तेषु एकः रेडि. अस्तु, तर्हि उद्युक्तः भविष्यति. अस्तु, तर्हि सन्ध्याभगिनी अग्रे पठतु कृपया तदा. ओके, प्रश्नः, प्रश्न किम्? सो ब्राह्मणः पुरुषः परन्तु दास्यति, वर्तमानकाल दास्यति इत्यस्य कालः भविष्यत्कालः. स्वकन्यां मह्यं दास्यति, दास्यति यथा गमिष्यति, लिखिष्यति, करिष्यति, दास्यति तथा अस्ति, तथा अस्ति. अस्तु, तर्हि अग्रे पठतु. तदा तम् तदा अग्रे अग्रिमं वाक्यं तदा तं बालम् न न अग्रे अग्रे तदा तदा तं बालम् तदा तं बालं गृहीतुं तस्य मातरम् आनयापयिष्यामि. तदा सा मम वचनं न शोष्यति, तदा अहं कोपेन पादप्रहारेण ताम् चिन्तयन् सः पादप्रहारं कृतवान् एव. पिष्टेन पूर्णः घटः पतितः भग्नः च. अस्तु, समीचीनमस्ति. अत्र कुत्र तदा तं बालं ग्रहीतुं तस्य मातरं, मातरमिति एकवचनं द्वितीयविभक्तिः कामपदं, माता तस्य मातरं, मातरम् आज्ञापयिष्यामि, आज्ञापयिष्यामि, आज्ञा आज्ञां करोमि करिष्यामि आज्ञापयिष्यामि यदा सा मम वचनं न श्रोष्यति तदा अहं कोपेन पादप्रहारेण तां दण्डयिष्यामि इति स्पष्टमस्ति वा तावता महोदय अवगच्छति वा हा अस्तु इति एवं चिन्तयन् सः पादप्रहारं कृतवान् एव पिष्टेन पूर्णः घटः पतितः भग्नः च स्पष्टमस्ति हा अस्तु तर्हि अग्रे अन्तिमभागं अनागतवती चिन्ताम् अनागतवतीं चिन्ताम् असम्भाव्यं करोति यः स एव पाण्डुर शेते देवशर्म पिता यथा अनागतवतीं चिन्ताम् असम्भाव्यं करोति यः स एव पाण्डुरः शेते देवशर्मपिता यथा तस्य अर्थः कः अर्थः कः कोऽपि वदति वा महोदय पण्डितः प्रतिपादयतु यः असम्भवं विचारं करोति तस्य भविष्यः देवशर्म पिता इव इव इव जैसे इव इव भविष्यति भविष्यति इति समीचीनम् अवगतं सर्वे सर्वैः अत्र अनागतवतीं चिन्ताम् असम्भाव्याम् अत्र विशेषणविशेष्यभावः अस्ति चिन्ता नाम चिन्तनं चिन्ता इति स्त्रीलिङ्गशब्दः अस्ति तस्य द्वितीयाविभक्तिरूपमस्ति चिन्तां तस्य विशेषणमस्ति अनागतवतीं चिन्ता इत्यस्य चिन्ताम् इति विशेषणमस्ति असम्भाव्यामपि तथा द्वितीयविभक्तिः स्त्रीलिङ्गे एकवचने तर्हि अनागतवतीम् असम्भाव्यां चिन्तां करोति चिन्ताम् इति मूलशब्दः अस्ति अनागतवतीम् असम्भाव्यां चिन्तां करोति यः यः अवसति वा यः सः एव पाण्डुरः शेते देवशर्मपिता यथा पाण्डुरः शेते इत्युक्ते शयनं करोति पाण्डुरः इति कश्चन वर्णः कश्चन वर्णः पेल् पेल् पेल् वैट् नाम तस्य दुर्गतिः तस्य वर्णः समीचीनः न असमीचीनः जातः स्तब्धः जातः एतत् तस्य पूर्णतया तस्य यत् इच्छा आसीत् इच्छा भग्ना जाता घटः भग्नः जातः यदा यस्मिन् क्षणे सः भग्नः सः घटः भग्नः जातः तस्मिन् क्षणे सः अवगतवान् यत् तस्य पूर्णतया यः स्वप्नः आसीत् स्वप्नः अपि भग्नः जातः तदा स्तब्धः जातः तस्य वर्णः अपि तथा जातः तस्य पूर्णतया भविष्य तस्य नाम स्थगितः जातः शयनम् इति इति कथा अवगतं खलु अस्तु तर्हि अस्तु अत्र 27.1 हा The story writer explained the meaning in the form of the story. Sasha Jain vadatu. Bhavati janati eva aham na swikaromi tatha. Sanskrita na vadatu. Lekakah. Kichit sangharsham karotu. Sangharshasya karnena bahu pragatihi bhavati. Astu. Vadatu. Angavasya vadatu. Actually, this writer, he wrote the moral of the story in the form of a poem. Huh. I understood that we have to arrange the words in a specific order so that they make sense, they make more sense, right? So, suppose after taking this... Well, poem, it's not only the question of whether they make sense. It means, tatra... Chandaha asti, chandaha. Chandaha asti kalu. Suppose if we want to put the words in this shlokam, or in this kavita, in a proper order, how exactly we have to put it? That yaha anagratavati asambhavyam chintam karoti. Tatha bhavati. Yaha anagratavati asambhavyam chintam karoti. Saha. Saha. Eva. Saha Eva. Panduraha. Deva Sharma Pita Yatha Shete. Saha Eva. Tatha Bhavati. Yatra Shloka. Yatra Shloka. Shloka Bhavati. Tatra Yakopi Shloka. यकोपि श्लोकः वयम् अन्यरीत्या वयं वक्तुं शक्नुमः येन सुलभतया अवगन्तुं शक्येत तथा अस्ति यः अनागतवतीं चिन्तां अथवा यः अनागतवतीं असम्भाव्यां चिन्तां करोति सः पाण्डुरः देवशर्म पिता यथा एव शेते अस्तु अत्र रुचिवाचकाः शब्दाः तर्हि अत्र भगिनी पठतु कृपया लवणस्य लवणं लवणस्य रुचिः लवणः लवणः जम्बीरं जम्बीरस्य रुचिः आम्लः अग्रे चाकलेहस्य रुचिः मधुरः अग्रे मरीचिका मरीचिकायाः रुचिः कटुः कटुः अग्रे करवेलम् कारवेलम् कारवेलस्य रुचिः तिक्तः अग्रे आम्लकम् आम्लकस्य रुचिः कषायः कषायः तर्हि अवगतं स्यात् कः कः रुचिः कीदृशः अस्ति तत्र लवणः आम्लः मधुरः कटुः तिक्तः कषायः इति षड् रुचयः सन्ति प्रसिद्धाः खलु किं तिक्तः तिक्तः इत्युक्ते बिटर् पञ्जन्त् बिटर् करवेल् कारवेल्लम् इति जानाति वा न जानाति अस्मिन् देशे प्राप्यते किन्तु साधारणतया बिरुगुड् बिरुगुड् हा बिरुगुड् हा अस्तु अग्रे गच्छेम पठतु कृपया महोदय अस्तु विश्वनाथ महोदय गो गुडस्य रुचिः इतोपि अस्ति वा अस्तु एतानि वाक्यानि एतानि वाक्यानि पठन्तु पठतु अशुद्धानि वाक्यानि शुद्धानि करोतु गुडस्य रुचिः कटुः न गुडस्य रुचिः रुचिः मधुरः अस्तु प्रथमं करोतु मरीचिकायाः रुचिः रुचिः मधुरः मधुरः वा न मरीचिकाः रुचिः मरीचिकायाः रुचिः कटुः रुचिः न रुचिः कटुः महोदय पश्यतु रुचिः अस्तु समीचीनम् अस्तु इति आम्रफलस्य रुचिः तिक्तः सत्यं वा आम्रफलम् इति आम्रफलस्य रुचिः मधुरः मधुरः अस्तु महोदय अग्रे अम्लेहस्य रुचिः मधुरः अवलेहः लेहस्य रुचिः आम्लः आम्लः अस्तु अग्रे तिन्त्रिण्याः रुचिः कटुः तिन्त्रिण्याः रुचिः कटुः कटुः वा कटुः कुत्र अस्तु अस्तु इति विषयः अस्तु सम्भाषणमस्ति इति एतत् सम्भाषणं पठामः अत्र पुत्रः माता अस्तु भवान् पुत्रः भवती माता पुत्रः अम्ब किम् अद्य पतितं बहु कटु अस्ति माता इति वदस्य आवश्यकता नास्ति तर्हि क्वथितं मा स्वीकरोतु तक्रं परिवेशयामि तक्रं बहु आम्लम् अस्ति अम्ब भवान् तु केवलं मधुरम् इच्छति एतत् मोदकं खादतु बहु मधुरम् अस्ति सत्यम् अम्ब एतत् मधुरम् अस्ति कारवेलस्य व्यञ्जनम् अस्ति किञ्चित् परिवेशयामि वा मास्तु अम्ब कारवेल्लं तिक्तं भवति अहं तिक्तं न इच्छामि किञ्चित् लवणं परिवेशयतु स्वीकरोतु आम्लकस्य अवलेहं किञ्चित् परिवेशयामि वा अस्तु परिवेशयतु अम्ब आम्लकस्य रुचिः कषायः अस्ति रुचिः कषायः अस्ति तर्हि जम्बीरस्य अवलेहं स्वीकरोतु स तु आम्लः अस्ति अम्ब भवान् तु मधुरम् एकमेव इच्छति परन्तु शरीरस्य वर्धनार्थं सर्वविधाः रुचयः अपि आवश्यकाः एव आवश्यकाः एव अर्थः अवगतः वा न अवगतम् अस्तु पश्यामः शीघ्रमेव अम्ब किम् अद्य क्वथितं बहु कटु अस्ति इति उद्घोषणा कृता खलु किम् अद्य अत्र किम् इति आश्चर्यमस्ति किम् इत्युक्ते अत्र आश्चर्यम् किम् अद्य क्वथितं बहु कटु अस्ति तर्हि क्वथितम् इति अवगच्छति वा क्वथितम् इत्युक्ते यः व्यञ्जनं तत्र उष्णजले क्वथितमित्युक्ते हा क्वथितमित्युक्ते बोयल् सम्बार् इति अर्थः भवितुमर्हति न जानामि किन्तु व्यञ्जनं क्वथितम् इत्युक्ते बोयल् वेजिटेबल् बोयल् क्वथितम् इतोपि किं को अर्थः भवितुमर्हति इति न जानामि किन्तु डैरेक्ट् अर्थः इति क्वथितम् इति बोयल् तर्हि क्वथितं मा स्वीकरोतु तक्रं परिवेशयामि परिवेशयामि नाम ददामि परिवेशयति इत्युक्ते टु सर्व् टु सर्व् तक्रं तक्रम् इति एव अस्ति खलु तक्रं जानाति वा तक्रं हा तक्रं नाम यत्र They separated the milk from the curd that was left over was the tatakram, I think, yeah? When the milk was making the curd. Is it curd or buttermilk? The buttermilk. Wow. Buttermilk, huh? Curd or buttermilk? No. The curd nasty. Buttermilk. Dahi. Dahi, oh, okay. Means Dahi. Samskruti? Kim? Oh. Curd. Butter, I think. No, dahi. Dahi, iti. Dahi, iti. Hindi. Dahi, no, no. दधि दधि इति अस्ति दधि दधि अपि च तक्रं तक्रं परिवेशयामि तक्रं बहु आम्लम् अस्ति अम्ब भवान् तु केवलं मधुरमिच्छति एतत् मोदकं खादतु मधुरम् एतत् मोदकं खादतु बहु मधुरम् अस्ति सत्यमम्ब एतत् मधुरम् अस्ति कारवेल्लस्य व्यञ्जनम् अस्ति किञ्चित् परिवेशयामि वा मास्तु अम्ब कारवेल्लं तिक्तं भवति अहं तिक्तं न इच्छामि किञ्चित् लवणं परिवेशयतु अवगतं खलु हा अस्तु स्वीकरोतु आमलकस्य अवलेहं किञ्चित् परिवेशयामि वा अस्तु परिवेशयतु अम्ब आमलकस्य रुचिः कषायः अस्ति कषायः इति वैद्यस्य औषधं कषाय इति रुचिः अस्ति जानन्ति वा कषाय इति कस्य रुचिः अस्ति रुचिः कषायः वैद्य भारतीयवैद्यस्य औषधं तथा भवति हा अस्तु कषायः अस्ति तर्हि जम्बीरस्य अवलेहं स्वीकरोतु अस्तु स तु आम्लः अस्ति अम्ब भवान् तु मधुरम् एकमेव इच्छति परन्तु शरीरस्य वर्धनार्थं सर्वविधाः रुचयः अपि आवश्यकाः एव परन्तु शरीरस्य वर्धनार्थम् अवगतं स्यात् वर्धनार्थं सर्वविधाः सर्वप्रकारकाः रुचयः अपि आवश्यकाः एव अत्र आवश्यकमस्ति आवश्यकाः आवश्यकाः अस्तु दिलीप महोदय प्रश्नस्य उत्तरं ददातु कृपया शीघ्रं क्वथितं कथम् अस्ति क्वथितं कटुः अस्ति अस्तु संध्या भगिनी तक्रं कथम् अस्ति अस्तु भगिनी कथितं किं तिक्तं भवति आम्लकस्य रुचिः का आम्लकस्य रुचिः कषायः अस्तु भवान् अस्तु भवान् वदतु भवान् अहं मधुरम् इच्छामि मधुरमिच्छामि अस्तु गुडस्य रुचिः का गुडस्य रुचिः का गुडस्य रुचिः मधुरः मधुरः अत्र द्रष्टव्यमस्ति मधुरः अत्र रुचयः सर्वे रुचयः सर्वाः रुचयः पुल्लिङ्गे भवन्ति पुल्लिङ्गे भवति पुल्लिङ्गे पश्यन्तु अत्र लवणः आम्लः मधुरः कटुः तिक्तः कषायः अत्र सर्वे पुल्लिङ्गे सन्ति विशेषणानि न सन्ति अस्तु तर्हि समापयामः नमस्कारः